नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तिङ्प्रत्ययसिद्धिः द्वितीयभागः इति. तत्र तिङन्तपदानां निर्माणार्थं तत्र सोपानत्रयम् अस्ति इति वयं जानीमः. प्रथमं तत्र धातुः अस्ति, धातुतः तिङ्प्रत्ययः विधीयते. तिङ्प्रत्ययः सार्वधातुकः, सार्वधातुकप्रत्ययः अस्ति. कर्त्रार्थे अस्ति चेत् तत्र मध्ये विकरणप्रत्ययः आयाति इति वयं जानीमः. तर्हि धातुविकरणप्रत्ययोः योजनेन तत्र अङ्गं सिद्धं भवति तिङ्प्रत्ययस्य कृते. विकरणप्रत्ययं निमित्तीकृत्य अङ्गमस्ति धातुः. धातुविकरणप्रत्ययोः योजनेन अङ्गं भवति तिङ्प्रत्ययस्य कृते. तर्हि अस्माकं प्रथमं सोपानं धातोः अनन्तरं विकरणप्रत्ययः यः अस्ति, तादृशविकरणप्रत्ययम् आश्रित्य अङ्गकार्याणि एव अस्माकं प्रथमं सोपानं. तदनन्तरं तत्र सन्धिकार्यस्य अवसरः अस्ति चेत् तदपि भवति. तर्हि धातु विकरणप्रत्ययोः मेलनं इति प्रथमसोपानं. विकरणप्रत्ययम् आश्रित्य अङ्गकार्याणि, अनन्तरं धातुविकरणप्रत्ययोः योजनम् इति प्रथमं कार्यं. तदनन्तरं तिङ्प्रत्ययस्थितिः इति अस्ति द्वितीयसोपानं. यत्र तिङ्प्रत्ययाः सन्ति, मूलतिङ्प्रत्ययः अष्टादशतिङ्प्रत्ययाः सन्ति, तेषां स्थाने भिन्नभिन्न आदेशः भवन्ति लकारमाश्रित्य. तत्पश्चात् तत्र तिङ्प्रत्ययं निमित्तीकृत्य धातुविकरणप्रत्यययोजनेन यदङ्गं सिद्धं तस्मिन् अङ्गे तिङ्प्रत्ययम् आश्रित्य अङ्गकार्याणि भवन्ति. तत्पश्चात् अङ्गतिङ्प्रत्ययोः योजनम् इति अस्माकं सोपानम् इति सोपानानि सन्ति. तर्हि तस्मिन् प्रसङ्गे के सिद्धतिङ्प्रत्ययः इति एव विषयः इदानीं प्रवर्तमानः अस्ति. मूलप्रत्ययात् भेदः कथं भवति, के के आदेशाः भवन्ति लट् लोट् लङ् इति लिङ् एतेषु लकारेषु. किमर्थं केवलं लट् लोट् लङ् इति लिङ् एतेषु लकारेषु एव वयं पश्यामः इति चेत्, एतेषु चतुर्षु लकारेषु सर्वत्र प्रक्रिया समाना भवति. यतोहि धातुतः तिङ्प्रत्ययः विद्यते, तदनन्तरं तिङ्प्रत्ययं निमित्तीकृत्य विकरणप्रत्ययः इति, तत्र सर्वत्र सोपानानि समानानि भवन्ति. अपरेषु षट्सु लकारेषु, अवशिष्टेषु लकारेषु किञ्चित् क्रमः भिन्नरीत्या भवति, यतोहि तत्र मध्ये गणनिमित्तिकविकरणप्रत्ययः नास्ति. अतः इदानीम् अस्माकम् अवधानं सार्वधातुकलकारेषु अस्ति. तत्र सिद्धप्रत्ययः के इति एव विषयः प्रवर्तमानः अस्ति. एतावता अस्माभिः परस्मैपदि तिङ्प्रत्ययानां लट् लोट् लङ् विधि लिङ् एतेषां सर्वेषां सिद्धप्रत्ययः के सिद्धप्रत्ययः इति दृष्टम्. अधुना अत्र आत्मनेपदि मूलप्रत्ययाः ये सन्ति, मूलतिङ्प्रत्ययाः, इदानीं तेषां लट् लोट् लङ् विधि लिङ् सिद्धप्रत्ययः के इति एव विषयः इदानीं चर्च्यमानः अस्ति. तत्र प्रथममस्ति लट् लकारः. आत्मनेपदि तिङ् मूलप्रत्ययः त अथां झ थास् अथां द्वम् इड् वहि महिङ् इति मूलप्रत्ययाः सन्ति. तत्र के आदेशाः भवन्ति इति आत्मनेपदिप्रत्ययानां विषये अस्माभिः गतवर्गे कानि सूत्राणि चर्चितानि इति चेत्, प्रथमं तत्र टित आत्मनेपदानां टेरे, टित आत्मनेपदानां टेरे इति एकं सूत्रं चर्चितं. तत्र टित इत्यनेन टित्सु लकारेषु यत्र टकारः इत् भवति तादृशलकारेषु. कुत्र टकारः इत् भवति इति चेत् लट् लोट् लिट् इत्यादि यत्र टकारः इत्संज्ञकः अस्ति. एतेषु लकारेषु आत्मनेपदिप्रत्ययस्य टेरे इति उक्तं, टित आत्मनेपदानां टेरे. तर्हि आत्मनेपदप्रत्ययस्य टेहे इत्युक्ते टी इत्यस्य षष्ट्यन्तं टेहे, टी भागस्य स्थाने एकारादेशः भवति इति उक्तम्. तर्हि टी इत्यस्य इति संज्ञा अस्ति, टी इति काचित् संज्ञा अस्ति व्याकरणे, तस्य कृते तत्र संज्ञासूत्रमस्ति अचोन्त्यादि टी. अचोन्त्यादि टी इत्युक्ते अच्वर्णेषु मध्ये यः अन्त्यवर्णः अस्ति तस्य अनन्तरं यत्किमपि अस्ति तत् सम्पूर्णसमुदायस्य टी भागः इति वदामः, टी संज्ञा इति वदामः. तर्हि राम इति वदामः चेत् राम इत्यत्र अन्तिमस्वरः अस्ति, मकार उत्तरवर्ति अकारः, तर्हि अकारः एव टीसंज्ञकः टीसंज्ञकः भवति। एवमेव तत्र अन्तिमस्वरस्य अनन्तरं यदि हल् वर्णः अस्ति चेत् तस्यापि ग्रहणं भवति टिभागस्य कृते। तर्हि इदानीम् अस्माकं प्रथमं सोपानमस्ति पिता आत्मनेपदानां टेरे इत्यनेन सर्वत्र आत्मनेपदि लट्लकारे सर्वत्र प्रत्येकस्मिन् प्रत्यये टिभागस्य स्थाने एकारादेशः भवति इति सामान्यनियमः अस्ति। तत्र विशेषः किमपि अस्ति वा इति पश्यामः। तर्हि ते इति तत्र त इति प्रत्ययः अस्ति चेत् तत्र त इति प्रत्ययः अस्ति चेत् तत्र टी भागः कः विनय महोदय? आं भगिनि, त प्रकृतिप्रत्ययः अस्ति, आत्मने कथि अन्तर्भूतः, परन्तु त त हलन्त योग अ अचित् अस्ति। यदि अचित् अस्ति तर्हि अचो अन्त्यादि टि टित् अस्ति तर्हि एव टित् आत्मने पदानां टेरे सूत्र आयाति। अत्र सम्बन्धः अचो अन्त्यादि टि टित् आत्मने पदानां टेरे तो किं भवति? ते भवति, ते भवति, बहु समीचीनं। त इति मूलप्रत्ययः, तत्र अ इति एकः एव अच् अस्ति। यत्र यत्र सूत्रेषु अन्तिम इति वदति तत्र एकः एव अच् अस्ति चेत् तत्र कथम् अन्तिम? एकः एव अस्ति खलु, स एव प्रथमः खलु, स एव अन्तिमः खलु इति चेत् तत्र एतादृशसन्दर्भेषु यत्र एकः एव अच् वर्णः अस्ति तत्र शास्त्रेषु किं वदामः इति चेत् एकः एव अस्ति चेत् सः एव प्रथमः, स एव अन्तिमः। अतः अन्तिम अच् वर्णः इत्युक्ते एकः एव अस्ति, तदेव अन्तिम, स एव अन्तिमवर्णः इति कृत्वा तस्य स्थाने एकारादेशः। इदानीं द्वितीयः प्रत्ययः अस्ति आताम्। आताम् इति प्रत्यये तत्र टी भागः कः? कुमा भगिनी वदतु। पुनः वदतु। टीभागः समीचीनम्। आम् इति टीभागः, यतोहि तत्र आताम् इत्यत्र अच्वर्णद्वयमस्ति। प्रथम अच्वर्णः दीर्घ आकारः, द्वितीय अच्वर्णः तकार उत्तरवर्ति दीर्घ आकारः। तर्हि दीर्घ तकार उत्तरवर्ति आकारः एव अन्तिम अच्वर्णः, तस्य ग्रहणम् अनन्तरं तस्य अनन्तरं यत्किमपि अस्ति तर्हि मकारः अस्ति तस्यापि ग्रहणम्। अतः आम् ताम् इत्यत्र केवलम् आम् इत्यस्य ग्रहणं भवति। तर्हि आम् इत्यस्य टी संज्ञा। तर्हि इदानीं टितात्मने पदानां टेरे इत्यनेन किं भवति? उमा भगिनी, आस्थाने एकादेशस्य आसे इति आगच्छति, आस्थाने य आदेशः भवति, सो योर्दनी सूत्रेण यकारलोपः, सो आसे इति स्थिति। समीचीनं समीचीनम्। इत्युक्ते तत्र प्रथमं तत्र आताम् इत्यत्र आम् इति टिभागः, तस्य स्थाने तित आत्मनेपदानां टेरे इति सूत्रेण एकारादेशः, अतः आते इति भवति। इदानीम् अङ्गमदन्तमस्ति चेत् तत्र अन्यत् सूत्रमस्ति आतोनितः, तदपि पठितं खलु? भगिनि कृपया म्यूट् करोतु भगिनि, किञ्चित् किञ्चित् प्रतिध्वनिः। तर्हि आतोनितः इति सूत्रेण यत्र अङ्गम् अदन्तमस्ति अङ्गम् अदन्तं कुत्र कुत्र भवति इति चेत् चतुर्षु गणेषु अङ्गम् अदन्तं तुवादिगणे दिवादिगणे क्षुरादिगणे अनन्तरं तुदादिगणे एतेषु गणेषु अङ्गम् अदन्तम् एतादृशसन्दर्भेषु तत्र सार्वधातुक नित् प्रत्ययस्य आकारस्य स्थाने इय इति आदेशः भवति. इदानीम् आताम् इति आते इति जातं, तर्हि आते इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, तस्य आकारस्य स्थाने इय इति आदेशः, तर्हि इय योगः ते. इदानीं यकार उत्तरवर्ति तकारः वल् प्रत्याहारस्य वर्णः अस्ति, अतः अस्माभिः लोपो व्योर्वलि इति सूत्रं पूर्वमपि पठितं. व्योः लोपः वकार यकारयोः लोपः वली परे. अत्र इय ई अनन्तरं यकारः, यकारः यकारस्य लोपः भवति वलीपरे, तत्र तकारः वल् वर्णः अस्ति इति कृत्वा यकारस्य लोपः भवति इति कृत्वा इते इति सिद्धप्रत्ययः, इते इति सिद्धप्रत्ययः. समीचीनं समीचीनं मम भगिनी, सम्यक्तया उक्तम्. इदानीम् अग्रे अरुणा भगिनी, बहुवचने तत्र किं भवति? बहुवचने झकार मूलप्रत्ययः अस्ति, झा इति मतपल्ली अस्ति, स्थाने अन्त आदेशः जो अन्तः इति सूत्रेण आगच्छति. अतः अन्त् आ अस्ति, आ इति अन्तिमवर्णः स्वरः, आस्थाने आ इति टि भागम् आत्मनेपदेन टेरितसूत्रेण टि भागः, आकारस्थाने एकार आगच्छति, अन्ते इति रूपं निष्पन्नं भवति. बहु समीचीनं, सम्यक्. तर्हि झोन्तः इति सूत्रेण झस्थाने अन्तादेशः, अनन्तरं जकार उत्तरवर्ति अकारः, अकारस्य स्थाने एकारादेशः, यतोहि अकारः अच्वन्त्यादि टि इति सूत्रेण अ इत्यस्य टि संज्ञा भवति, अनन्तरं टित आत्मनेपदानां टेरे इत्यनेन अ इत्यस्य स्थाने एकारादेशः भूत्वा अन्ते इति रूपम् अस्तु. इदानीं तास् इति प्रत्ययः अस्तु, वंशि भगिनी वदतु, तास् इति प्रत्ययः किं भवति? आं भगिनि, आं वदिष्यामि. थास् इति स्थाने तत्र तु मध्यमपुरुष थास् अस्ति न, तत्र मध्यमपुरुष एकवचने अस्ति न, समीचीनं. थास् स्थाने प्रथमं तु अचोन्त्यादि टि इत्यनेन तत्र टि संज्ञा भवति, आस् इति टि संज्ञा भवति, तदनन्तरं टित आत्मनेपदे पदानां टेरे इति सूत्रेण तत्र ए भवितुं टि संज्ञायाः ए भवितुम् अर्हति, परन्तु तत् प्रभात्य नूतनं सूत्रं वयं पठितवन्तः तासः से इति सूत्रेण तत्र टि तत्र थास् स्थाने से से इति आदेशः भवति, अथ से इति अन्तिमरूपं भवति, वर्धसे इति रूपं भवति. समीचीनं समीचीनं, तथैव अस्ति, तथैव अस्ति. किञ्चित् चिन्तनार्थं वदतु, इदानीम् अत्र तासः से इति सूत्रं नास्ति इति चिन्तयतु, तासः से इति सूत्रं नास्ति, स्थितात्मनेपदानां टेरे इत्यनेन आस् इत्यस्य टी भागः टी संज्ञा भवति, अनन्तरम् एकारादेशः भवति, तर्हि ते इति भवति, ते इति भवति. इदानीं तत्र से इति सिद्धप्रत्ययः, से इति सिद्धप्रत्ययं प्राप्तुं तत्र किं कर्तुं शक्यते? से थस्थाने स आवश्यकं किल, तत्र थस्थाने स भवति चेत् से इति भवति. तर्हि त इत्यस्य तत्र कथं भवितुमर्हति सूत्रम्? थे स्थाने थस्थाने सकारः नावगतवती भगिनी, भवत्याः विवक्षा का अस्ति? न सम्यक् सम्यक्तया उक्तवती. इदानीं तासः से इति सूत्रं नास्ति चेत् तत्र भिन्नसूत्रं किं भवितुम् अर्हति इति चेत् त इत्यस्य स्थाने स इति आदेशः भवितुम् आवश्यकं. तर्हि सूत्रं कथं भवितुम् अर्हति? षष्ट्यन्तम्. समीचीनं समीचीनं समीचीनम्, अवगतवती. तत्र थ इति अस्ति न, तत्र थ इति अस्ति चेत् तस्य सेः भवति वा? षष्टि से न, सः सः तस्य सः समीचीनं तस्य सः तस्य इति षष्ठ्य इति तत्र इति तत्र अकारान्तप्रातिपदिकम् अकारान्तप्रातिपदिकं स्वीकृत्य चेत् तस्य इति भवति यदि हलन्तप्रातिपदिकमस्ति चेत् हलन्त तः भवति न सः इति भवितुमर्हति खलु सूत्रं भगिनि तर्हि किमर्थं तथा न कृतम् तथा न कृतं किमर्थमित्युक्ते तत्र तित आत्मनेपदी पदानां टेरे तु सर्वत्र भवति न तत्र तु प्रथमं टीसंज्ञा भवति एव तत्र एकारः अभवत् किल तत्र ओ तत्र तत्र यद्यपि तत्र मूले प्रत्ययस्य लक्षणं तिष्ठति वा यद्यपि तत्र थे भवति तत्र थास् इति ओ न क्षम्यतां तत्र तु सकारः न विभक्तौ तुस्मा इत्येन सकारस्य लोपः न भवति वा तत्र थास् एव तिष्ठति न तत्र न इदानीम् अस्माकं प्रश्नः कः इति चेत् इदानीं तत्र भवत्या उक्तं तितात्मने पदानां टेरे इति सूत्रेण तासहसे इति सूत्रमेव नास्ति इति चिन्तयतु समीचीनम् इदानीं तत्र टी भागस्य स्थाने एकारादेशः भवति आस् इति भागस्य एकारादेशः भवति तर्हि थे इति भवति खलु अस्तु इदानीं भवत्याः इदानीं नूतनसूत्रं निर्मितं सः इति इदानीं तत्र तकारस्य स्थाने सकारः भवति तर्हि से इति सिद्धप्रत्ययः तत्र सिद्धः सिद्धः खलु समीचीनमस्ति समीचीनम् अस्माकं कार्यं सिद्धं परन्तु पाणिनिना तत्र किमर्थं न कृतं तः सः इति सूत्रं किमर्थं न कृतम् चिन्तनीयं भगिनि किञ्चित् अनन्तरं वक्तुं प्रयत्नं करोमि अस्तु अस्तु इदानीम् अन्य कोऽपि चिन्तनम् अस्ति चेत् वदन्तु तत्र विधिलिङ्ग इत्यस्य था अस्ति किल भगिनि तत्र भवति इति वा कुत्र ओ अस्तु तत्र परस्मैपदीषु दृष्टवन्तः था थस् इति अस्ति तत्रापि भवति इति वा न तत्र अत्र आत्मनेपदी इति एव अनुवृत्तिः अपि अस्ति पिता आत्मनेपदानां टेरे इत्यनेन आत्मनेपदी इत्यस्य अनुवृत्तिः अस्ति इति चिन्तयतु अथवा तत्र टितः लस्य तः सः इति पितः लस्य सः तः इति तर्हि तत्र परस्मैपदीप्रत्ययेषु थकारः कुत्रचित् अस्ति वा परस्मैपदीप्रत्ययेषु वा तत्र विधिलिङ्ग् तत्र थकारः अस्ति अधुना विधिलिङ्ग् इत्यस्मिन् थस् था इति अस्ति अपि च लङ् सर्व लङ् इत्यस्मिन् अस्ति अत्र सूत्रः अस्ति सूत्रमस्ति सूत्रम् अस्ति किन्तु नास्ति चेत् एतत् सूत्रस्य प्रसक्तिः तत्रापि भवति वा इदानीम् अत्र अस्मिन् सूत्रे आत्मनेपदी इत्यस्य अनुवृत्तिः अपि अस्ति इति चिन्तयतु तदर्थं न भवति अस्तु आत्मनेपदी इत्यस्य अनुवृत्तिः अस्ति इति चिन्तयतु तर्हि तत्र न भवति खलु परस्मैपदीनां न भवति हा इदानीं क्लेशः अस्ति वा इदानीं कुत्रचित् क्लेशः अस्ति वा अधुना तत्र लट् लोट् लङ् विधिलिङ्ग् सर्वत्र भवति वा इति चिन्तनीयं वा तादृशं भवति चेत् लक्ष्मी भगिनी वदतु भगिनी अहं चिन्तयामि एतत् सूत्रं तु केवलं टित्तु लकारेषु एव कार्यं करोति अन्यत्र धा इति तिष्ठति एव अतः भवति वा धा इत्यस्य धकारः अन्येषु लकारेषु तत्र भवति अत्र एव लट् लोट् तत्र एव सकारः दृश्यते अतः एव एतत् सूत्रम् अत्र प्रवर्तते इति चिन्तयामि एव अत्र धास् इत्यस्य प्रसक्तिः टेरे आत्मने टित आत्मने पदानां टेरे तदपि टिच्छु लकारेषु धासहसे अपि टिच्छु लकारेषु न न न न तासहसे नास्ति इदानीम् अस्माकं सूत्रं तासहसे नास्ति अस्माकं सूत्रमस्ति तः सः तादृशसूत्रमस्ति चेत् कः क्लेशः? किमर्थं पाणिनिना तः सः इति सूत्रं न कृतम्? तः आवश्यकमस्ति, अन्येषु लकारेषु तः इत्यस्य सकारः न भवति, अतः अन्येषु लकारेषु न भवति चेत् तत्र क्लेशः नास्ति खलु, तर्हि तत्र सूत्रं समीचीनमस्ति. अन्येषु लकारेषु, अन्येषु लकारेषु थकारस्य सकारः न वर्तते, केवलम् अस्मिन् लकारे एव, इत्युक्ते लटि लकार लटि एव थकारस्य सकारः दृश्यते. अस्तु, तर्हि तत्र भवत्याः अवगमने समीचीनमस्ति सूत्रं खलु, दोषः नास्ति सूत्रे, दोषः नास्ति, दोषः हा सः इति वदामः चेत् अपि अस्मिन् प्रसङ्गे तु समीचीनं, किन्तु अन्येषु लकारेषु न भवति, अन्येषु लकारेषु न भवति चेत् न भवतु, तस्य आवश्यकता नास्ति, न भवति, अतः चिन्ता नास्ति. परन्तु केवलं तः सः इति सूत्रं कृतं चेत् समीचीनमस्ति. किमर्थं तत्र इतोपि वर्णः योजितः? भगिनि, अहं किञ्चित् वदामि भगिनि. अत्र थः सः इति भवति चेत् सूत्रद्वयस्य आवश्यकं भवति, थाः इति प्रत्ययसिद्धार्थं. परन्तु थासहसे इत्युक्ते अनेकाल् अस्ति, तु न पुनः वदतु, ताः इति कुत्र, ताः इति तत्र लङ्लकारे न, प्रथमं थः सः इति सूत्रम् अस्ति चेत् सूत्रद्वयस्य आवश्यकता अस्ति न, टितः आत्मनेपदानां तेरे अपि आवश्यकं, थः स्थाने सकारः भवति इदपि आवश्यकं, सूत्रद्वयस्य आवश्यकं भवति. परन्तु थासहसे इत्युक्ते चेत् से अपि अनेकाल् अस्ति, अतः थासहस्थाने से आगच्छति इति. न, सूत्रद्वयस्य आवश्यकता इत्युक्ते द्वितात्मनेपदानां तेरे इत्यस्य बहुत्र कार्यम् अस्ति, अतः तत्र नूतनतया न कृतं, पूर्वमेव अस्ति, यतोहि द्वितात्मनेपदानां तेरे इति सामान्यसूत्रमस्ति, सर्वत्र प्रवर्तते, अतः तारे इत्यस्य कृते इति एव नास्ति खलु. न, नूतनया न कृतं, तत्र तु प्रसक्तिः बहु सूत्रेषु अस्ति, परन्तु इदानीं सूत्रद्वयस्य आवश्यकं, सो एकमेव सूत्रं भवति चेत् तत् कार्यं भवति चेत् एकसूत्रमेव वयं प्रयुज्मः वा न? न, प्रक्रियाकाले लाघवम् इति, प्रक्रियाकाले लाघवम् इति भवती वदति, प्रक्रियाकाले लाघवम् इति भवती वदति, परन्तु अत्र यदा सूत्रस्य लक्षणं पश्यामः चेत् अत्र लाघवम् इति कुत्र लाघवम् इति वदामः, लाघवम् इति तत्र सूत्रे ये वर्णाः सन्ति तत्र लाघवं, मात्रा लाघवम् इति एव तत्र मुख्यवार्ता. प्रक्रियायां लाघवम् अस्ति वा इति भिन्नवार्ता, प्रक्रियायां लाघवम् अस्ति वा इति भिन्नवार्ता, परन्तु तत्र इदानीं सूत्रं तासहसे इत्यत्र अत्र इतोपि अधिकवर्णाः सन्ति खलु, तास् इत्यत्र त्रयः वर्णाः, अनन्तरं से इत्यत्र वर्णद्वयम् आहत्य बहवः वर्णाः सन्ति, तः सः इत्यत्र तु अधिकवर्णाः न सन्ति खलु. भगिनि, सूत्रं नास्ति अत्र, यदि धासहसे इति न धसे इति वदति, तत्र तु परस्मैपदी परस्मैपदी मध्यमपुरुषे थस् इति अस्ति, तत्रापि वदामि, न इदानीम् अहम् उक्तवती खलु, तत्र अनुवृत्ति इति अनुवृत्तिः अस्ति इति चिन्तयतु. अस्तु, भवति वा किं किं लट्लकारे एव थास् इति प्रत्ययस्य से इति भवति इति कृत्वा एतत् सूत्रं कृतं वा? न, तः सः इति अपि अत्र अत्र अस्य कृते एव कृतं, तत्र से इति रूपं प्राप्तुमेव कृतमस्ति, परन्तु अत्र किं चिन्तनीयम् इति चेत् एतादृशं कुर्मः चेत् अन्यत्र अत्र अतिव्याप्तिः भवति वा इति चिन्तनीयम्। अतिव्याप्तिः, अतिव्याप्तिः इत्युक्ते किम् इति चेत् यत्र विवक्षितं तत् क्षेत्रं विहाय अन्यत्र प्रवर्तते वा इति चिन्तनीयम्। इदानीम् अस्माकं लट् ये मूलप्रत्ययाः सन्ति तत्र कुत्रचित् अन्यत्र भवति वा इति वा चिन्तयन्तु। कुत्रचित् तकारः अस्ति वा लट् लकारे आत्मनेपदीप्रत्ययानां? नास्ति। नास्ति वा तकारः कुत्रापि? आथाम् इति अस्ति खलु, तत्र भवति वा? ईत्वं भवति खलु आथाम् इत्यत्र, थकारः इदानीमपि अस्ति खलु? आं भगिनि अस्ति। हा, इदानीम् आथाम् इत्यत्र लक्ष्मीभगिनी वदतु, आथाम् इत्यत्र टी भागः कः? आम् इति भवति। हा, तिथ आत्मनेपदानां तेरे इत्यनेन आथे इति भवति। हा, आते इति भवति। प्रथमपुरुषे कथमासीत्? थे इति आसीत् खलु, थे इति आसीत्। इदानीम् अत्र मध्यमपुरुषे द्विवचने आते इति आसीत्, तत्र एकवचने तकारस्य स्थाने सकारः इति कृत्वा से इति भवति, तर्हि अत्र प्रसक्तिः न भवति वा अते इत्यत्र? तत्र धास् इति प्रथः इति वदामश्चेत् भवितुमर्हति, भवितुमर्हति खलु। यथा ते इत्यत्र तकारस्य स्थाने सकारः, एवमेव आथे इत्यत्र तकारस्य स्थाने सकारः इति भवितुमर्हति खलु। इति कृत्वा तः सः इति न कृतं, तः सः इति करोति चेत् क्लेशः भवति, अन्यत्र अतिव्याप्तिः भवति। अतिव्याप्तिवारणार्थम् इत्युक्ते यत्र विवक्षितं तत्र एव भवतु, अन्यत्र मा भवतु, अन्यत्र भवति चेत् तत्र क्लेशः भवति, सिद्धप्रत्ययः न लभ्यते इति कृत्वा तासहसे इति उक्तं। तासहसे इति उक्तत्वात् टित आत्मनेपदानां टेरे इत्यस्य प्रसक्तिः न भवति। अवगतं वा? उत्तममस्ति भगिनि, धन्यवादः, अवगतम्। इत्युक्ते किं तत्र पाणिनिना सूत्रं कथं कृतम् इति वयं चिन्तयितुं शक्नुमः, वयमेव चिन्तयितुं शक्नुमः कथं कृतं, किमर्थम् एतादृशं कृतम् इत्युक्ते वयं सामान्यतया वयं किं कुर्मः इति चेत् तत्र व्याख्यानं दृष्ट्वा वयम् अवगच्छामः, परन्तु वयं कथं चिन्तनीयम् इति चेत् व्याख्यानं अदृष्ट्वा चिन्तनीयम्। किमर्थम् अदृष्ट्वा चिन्तनीयम् इति चेत् अस्माकं चिन्तनं किम् इति वयं तदा एव वयं ज्ञातुं शक्नुमः। यथा अत्र एकं सूत्रं पूर्वमेव अस्ति, टित आत्मने पदानां टेरे इति सूत्रम् अस्ति, तस्य कार्यम् अत्रापि भवति, तर्हि सूत्रं किमर्थम् एतादृशं नास्ति, किमर्थं तासहसे इति उक्तम् इति वयं चिन्तयामः चेत् वयम् अवगन्तुं शक्नुमः, ओ एवम् अस्ति चेत् अन्यत्र कुत्रचित् क्लेशः भवति वा इति। अत्र तु सरलम् उदाहरणम् अस्ति, अन्यत्र इत्युक्ते तत्र लट्लकारं विहाय इत्यपि न चिन्तितं, केवलं लट्लकारे एव अन्यत्र कुत्रचित् क्लेशः अस्ति वा इति चेत् आम् अस्ति, आथाम् इत्यत्र क्लेशः अस्ति, तादृशक्लेशनिवारणाय तास् इत्यत्र तः सः इति सूत्रं न कृतं, परन्तु तासः से इति उक्तम्, इत्युक्ते सम्पूर्णस्य थासः स्थाने से इति आदेशः भवति, से इति आदेशः अनेकाल् अस्ति इति कृत्वा सर्वादेशः, सम्पूर्णस्य थास् स्थाने से इति आदेशः भवति इति उक्तं, सूत्रं कृतम्। अवगतं वा? अग्रे गच्छेम वा? तत्र तस्तस्तमिपां तान्तन्तामः इति सूत्रस्य अपि तदेव उद्देशः अस्ति वा? इत्युक्ते तत्र विशिष्टसूत्रम् अस्ति, यत्र यत्र तस्थस् मिप् इति भवति तत्र एतादृशानि प्रत्ययाणि एव भवन्तु इति, किमपि अन्यत् कार्यं नास्ति तत्र डैरेक्ट्लि। हा, यथा अस्माभिः दृष्टं तत्र किं तत्र लोट्लकारे परस्मैपदी लोट्लकारे मिप् इत्यत्र तस्थसमीपां तान्तन्तामः इत्यनेन अम् आदेशः भवितुम् अर्हति खलु? लोट्लकारे मिप् इत्यस्य वा? लोट् लकारे मिप् इत्यस्य स्थाने अम् इति आदेशः भवितुम् अर्हति. तस्थस्थं मिपां मिपाम् इति अस्ति खलु, मिपां स्थाने अम् आदेशः भवितुमर्हति. परन्तु तत्र तत्र लोट् लकारे भिन्नसूत्रमस्ति खलु, मेर्नि तत्र मेर्निः मेहनी इति उक्तं. तर्हि मेनी इति विशिष्टसूत्रमस्ति, इतोपि विशिष्टमस्ति. तस्थस्थमीपां तान्तं तामः इत्यस्य अपेक्षा अपि इतोपि विशिष्टमस्ति इति कृत्वा केवलं लोट् लकारे नि आदेशः भवति खलु. अतः तस्थस्थमीपां तान्तं तामः इति यद्यपि विशिष्टं सूत्रम् अस्ति, तथापि तथोपि विशिष्टमपि भवितुमर्हति यथा मेर्नि इति स्थितौ. इति वा प्रश्नः भवत्याः? न, मम प्रश्नः किम् आसीत् इति चेत् तत्र यथा अत्र थास् स्थाने से एव भवतु इति सूत्रं कृतं, तथा एव तत्रापि किमपि अन्यस्य सूत्रस्य प्रसक्तिः मा भवेत् इति कृत्वा कृतवान् वा इति प्रश्नः आसीत् भगिनि. तत्र सत्यं, तथा एव अन्यत्र अन्यसूत्रस्य प्रसक्तिः मा भवतु इति एव कृतमस्ति, परन्तु सम्पूर्णतया तथा नास्ति. तासः से इति एव इव नास्ति तत्र. प्रथमं यतोहि तस्य समीपां तान्तं तामः इत्यत्र मित् स्थले केवलं तस्य एव कार्यं नास्ति, तत् प्रबाद्य अन्यत् अपि भवितुमर्हति खलु. इति तत्र किञ्चित् भेदः अस्ति, किञ्चित् साम्यमपि अस्ति, किञ्चित् भेदः अपि अस्ति. अवगतं खलु? अवगतं भगिनि, धन्यवादः. किमर्थं धातः से, से इति एव वक्तुं शक्यते खलु? किं किं धासः इति किमर्थम् अनितवान्? से इति एव वक्तुं शक्यते खलु. कस्य स्थाने? किमर्थं स्थाने भवति? तत्र एतस्य स्थाने एतदस्ति इति एव उक्तवान्, तस्य आवश्यकता एव नास्ति खलु. एवमेव से इति लोके अस्ति, से इति एव भवतु इति वक्तुं शक्यते. किमर्थं सूत्रं किं किं किं किं वक्तुमिच्छति? सूत्रं किं भवति तदानीं? से इति एव, तस्य सूत्रस्य आवश्यकता एव नास्ति खलु. मूलप्रत्ययः एव से इति, मूलप्रत्ययः एव से इति वा? किमर्थं धास् इति दत्वा तस्य अनन्तरं परिवर्तनं से इति करणीयं? परन्तु लङ्लकारे सिद्धप्रत्ययः कः? लङ्लकारे इदानीं लट् लकारे स्मः. अवर्थताः इति भवति, आवश्यकं खलु. सर्व अन्यत्रापि द्रष्टव्यं यत्र एतादृशम् एवं भवतु इति यदा वयं चिन्तयामः, यतोहि अत्र किं कः क्लेशः अस्माकम् अपि च पाणिनिः अनयोः मध्ये भेदः कः इति चेत्, अस्माकं पार्श्वे कम्प्लीट् डेटा सेट् नास्ति, परन्तु पाणिनेः पुरतः कम्प्लीट् डेटा सेट् आसीत्. हि कुड् सी द कम्प्लीट् डेटा सेट्, सर्वं द्रष्टुं शक्यते, समग्रदृष्टिः आसीत् तस्य मनसि. इति कृत्वा सः द्रष्टुं झटिति द्रष्टुं शक्तवान् आसीत् यत् ओ अत्र लङ्लकारे ताः इति अस्ति, ताः इति आवश्यकम्, अतः तास् इति स्वीकुर्मः चेत् तस्य स्थाने एवं कुर्मः चेत् लघु भवेत् इति तादृशचिन्तनम् आसीत् क्रमेण. परन्तु अस्माकं पार्श्वे तादृश डेटा सेट् नास्ति इति कृत्वा क्लेशः अस्ति, समग्रदृष्टिः नास्ति इति कृत्वा क्लेशः. तावदेव, तुलना एव नास्ति. तुलना अस्ति, तुलना अस्ति, तुलना एव नास्ति इति नास्ति, तुलना अस्ति. परन्तु कः भेदः इति वयं ज्ञातुं शक्नुमः. किमर्थमिति चेत् तत्र समग्रदृष्टिः आसीत्, अस्माकं न अस्माकं नास् न अस्ति समग्रदृष्टिः नास्ति. अस्तु अस्तु, इदानीम् अग्रे गच्छेम. तर्हि तत्र मध्यमपुरुषे द्विवचने आथाम् इत्यत्र अरविन्द महोदय वदतु. आं भगिनि, आथाम् तस्य तितात्मनेपदानां टेरे इति टी संज्ञका भवति, आम् इति तस्य स्थाने आथे भवति. आथे एकारं कृत्वा ते स्थाने ए कृत्वा आथे भवति. तदनन्तरं अतोङितः इति सूत्रेण अतन्तात् अङ्गात् आतोनितः आतोनितः इति सूत्रस्य ईय आदेशः भवति तस्य परिभाषा आदे परस्य इति सूत्रस्य कारणेन अङ्गात् परस्य इति आकारस्य स्थानी भूत्वा आकारस्य स्थाने ई आदेशः भवति तदनन्तरं तत् बलिपरे बलिवर्ण अस्ति परे इति कृत्वा यकारस्य लोपोर्व्यौ बलि इति सूत्रेण यकारस्य लोपं भूत्वा ई थे इति भवति समीचीनं समीचीनम् ई थे इति रूपं तर्हि आताम् इत्यत्र आताम् इत्यत्र टीभागः अस्ति आम् इति भागः तस्य तित आत्मनेपदानां टेरे इत्यनेन एकारादेशः तर्हि ए आथे इति भवति आथे इदानीम् आतोनितः इति सूत्रेण केवलं तत्र नित् प्रत्ययः नित् अस्ति आताम् इति प्रत्ययः नित् अस्ति सर्वधातुकः अस्ति इति कृत्वा आ इत्यस्य स्थाने इय इति आदेशः इय योगः थे इदानीं यकारस्य लोपः लोपो व्योर्बलि इत्यनेन इति कृत्वा इत्थे इति रूपम् अस्तु वंशी भगिनी वदतु भगिनी तत्र आतोनितः इत्यस्मिन् सूत्रे तत्र सार्वधातुकनित्यस्य आकारस्य स्थाने इति उक्तं तत्र आकारः कुत्रापि भवितुम् अर्हति वा नो चेत् अग्रे एव भवितुम् अर्हति तत् किमपि न उक्तं न तत्र अग्रे भवितुम् इत्युक्ते प्रत्यये यदि तत्र अस्मिन् उदाहरणे तु आथाम् अस्ति परन्तु यदि आकारः कुत्रापि भवितुम् अर्हति वा इति मम प्रश्नः अनुवृत्तिसहितसूत्रं पठतु अतः अङ्गात् नितः सार्वधातुकस्य आतोः यः कुत्र भवेत् परे भवेत् सार्वधातुकस्य आतोः तत्र भवेत् आतः इति पञ्चम न तत्र कथं जानीमः तत्रैव मम प्रश्नः कथं जानीमः तत्र प्रत्ययस्य अग्रे भवति वा अन्ते भवति वा इति मम प्रश्नः न अत्र अतः अङ्गात् इति उक्तं खलु अतः अङ्गात् किम् अङ्गस्य अन्ते यदि अकारः अस्ति चेत् तत्र अतः अदन्तात् अङ्गात् इति भवति न तत्र विभक्तिः का तत्र ओ पञ्चमी अदन्तात् अङ्गात् इत्यस्य कः अर्थः पञ्चमी विभक्ति अस्ति तस्य परे ओ तस्मात् परे एव भवति साक्षात् परे भवति ओ अस्तु साक्षात् अनन्तरं भवेत् मध्ये व्यवधानं किमपि न भवेत् तस्मादिति उत्तरस्य इति सूत्रेण समीचीनम् अस्तु इदानीं अग्रे गच्छेम तत्र मध्यमपुरुषे बहुवचने विजयलक्ष्मीपत्नी वदतु ध्वम् इति त आतां झ थास् अथां ध्वम् ध्वम् इत्येव अस्ति तत्र मन्दध्वे इति भवति अम् इति टिसंज्ञा टिसंज्ञकस्य टेरे इति एकारः भवति द्वे इति भवति एतत् किञ्चित् सिम्पल् अस्ति समीचीनं द्वे इति भवति तावदेव अन्यत् किमपि नास्ति अम् इति टिभागः द्वम् इत्यत्र टिभागस्य एकारः टितात्मनेपदानां टेरे इत्यनेन अतः द्वे इति रूपम् अस्तु इदानीं सूर्यकुमारी भगिनी उत्तमपुरुषे एकवचने हा भगिनि उत्तमपुरुषे एकवचने इड् अस्ति टी भागः इड् अस्ति ये भवति टी भागः कः इड् तत्र डकारः इङ्ग् इड् इति तत्र डकारः इत्संज्ञकः अस्ति वा? ओ इत्संज्ञा अस्ति. केन सूत्रेण? हलन्त्यम् इत्यनेन. किम् अवशिष्यते? लोपः, तस्य लोपः इत्यनेन इ एव अवशिष्यते. इ स्थाने ए भवति. हा, समीचीनं. ई स्थाने ए इति भवति, सिद्धप्रत्ययः ए इति भवति. कितात्मने पदानां तेरे इत्यनेन अत्र एकः एव अचुवर्णः अस्ति, सः एव प्रथमः, सः एव अन्तिमः, तस्य स्थाने एकारादेशः भूत्वा ए इति भवति. समीचीनम्. इदानीम् अग्रे गोमतीभगिनी वदतु. वहि आं भगिनि, वहि इति मूलप्रत्ययः, तत्र टिभागः अस्ति इकारः. टित आत्मनेपदानां टेरे इति सूत्रेण एतत् लट् लकारः अस्ति, टित् लकारे आत्मनेपदसंयोगानां टि भागस्य स्थाने एकारः आगच्छति, अतः वहि अत्र इकारस्य एकारः वहे इति भवति. वहे एव सिद्धप्रत्ययः. समीचीनं. वहि इत्यत्रापि एकः एव अचुवर्णः, अचुवर्णद्वयमस्ति, बकार उत्तरवर्ति अकारः, अनन्तरं हकार उत्तरवर्ति इकारः, अचुवर्णद्वयम्. अन्तिम अचुवर्णः अस्ति इकारः, तस्य स्थाने एकारः, अतः वहे इति रूपम् अस्तु. उषा भगिनी अग्रे. महि उत्तमपुरुषबहुवचनं. महि इत्यस्य टि भागः इ हकार उत्तरवर्तीय इकारः अस्ति, टि भागः इ अस्ति, तस्य स्थाने टित आत्मनेपदानां ठेरे इत्यनेन एकारः अस्ति. महे, महि इति महे भवति. समीचीनं, समीचीनं. तथैव तत्र हकार उत्तरवर्ति इकार अन्तिम अचुवर्णः, तस्य टि संज्ञा अचोन्त्यादि टि इति सूत्रेण, तत्पश्चात् टितात्मनेपदानां टेरे इत्यनेन एकारादेशः महे इति रूपं सिद्धम् अस्तु. समीचीनं. तर्हि इदानीं गतवर्गे तासहसे इति सूत्रं न पठितम् इति मन्ये, तर्हि एकवारं पठामः. शोभा भगिनी पठति वा तासहसे? आं भगिनि, तासहसे इति सूत्रं टित् लकारस्य थास् स्थाने से आदेशो भवति. थासः षष्ट्यन्तं, से लुप्तप्रथमान्तं, द्विपदमिदं सूत्रं. टित आत्मनेपदानां तेरे इत्यस्मात् टितः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं टितः लस्य थासः से इति. तत्र एतत् सूत्रं टित्सु लकारेषु एव भवति, अपि च थास् इति प्रत्ययस्य स्थाने एव भवति, से इति आदेशः भवति. तत्र एतत् पूर्वं टित आत्मनेपदानां तेरे इत्यस्मिन् लुप्त तत्र लुप्तप्रथमान्तं दृष्टवन्तः, तत्रापि लुप्तप्रथमान्तं भवति, अतः सेः इत्यस्य से इति एव भवति सूत्रे. अपि च तावदेव इति मन्ये भगिनी तत्र. समीचीनं, समीचीनं. तासहसे इति सूत्रं, तत्र टितः इत्यस्य अनुवृत्तिः अस्ति, अतः टित्सु लकारेषु एव इदं सूत्रं कार्यं करोति. तर्हि तासः स्थाने से इति आदेशः भवति. सम्पूर्णस्य अनेकाल् अस्ति, से इति आदेशः अनेकाल् अस्ति, अतः सर्वादेशः भवति. सामान्यतया आदेशः किं भवति? आदेशः सामान्यतया अन्तादेशः भवति खलु, अन्तादेशः भवति. इदानीं तत्र से इति अनेकाल् अस्ति इति कृत्वा सर्वादेशः, अलोन्त्यस्य इति सूत्रं प्रबाद्य अनेकांशित् सर्वस्य इति सूत्रेण सर्वादेशः भवति. सम्यक्. तर्हि इदानीम् एकवारं तत्र करपत्रे यद् लिखितमस्ति तत् पठामः. अस्तु, अत्र पठति अत्र उषा भगिनी पठति वा भगिनि? किञ्चित् कश्चन प्रश्नः भगिनि. इदानीं थासहसे इति सूत्रम् अस्ति, तत् नास्ति चेत् केवलं टित् लकारे धा नो चेत् लट् लकारे धा इत्यस्य लोपः करोति चेदपि तत्र समीचीनं भवति स्म खलु कुत्र लोपः इत्युक्ते धास् इत्यस्य सकारस्य एकारः टितात्मनेपदानां टेरि इत्यनेन भवति इति चिन्तयामः चेत् न केवलं भवति कथं भवति सकारस्य एकारः इत्युक्ते तत्र किं वक्तुमिच्छति तास् इत्यत्र आस् इति भागस्य आस् इति भागस्य एकारः खलु न तु सकारस्य एकारः हा समीचीनं सत्यं हा तथा न भवति हा समीचीनं क्षम्यतां भगिनि नास्ति चिन्ता अस्तु भगिनि आत्मनेपदे लोट् लकारस्य तिङ् प्रत्ययसिद्धिः नियमाः परस्मैपदे लटि यत्र यत्र ई लोटि तत्र तत्र ऊ न लोटि नास्ति तत्र लटि तत्र करपत्रे लिखितं तद् न पठितम् आत्मनेपदे लट् लकारस्य तिङ् प्रत्ययसिद्धिः इति तत्र एकवारं पठतु झटिति ओके आत्मनेपदे लट् लकारस्य तिङ् प्रत्ययसिद्धिः नियमाः टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टि भागस्य स्थाने एकारः टि इति एका संज्ञा अस्ति कस्यापि अंशस्य अन्तिमस्वरस्य अपि च तस्य स्वरस्य अनन्तरं हल् वर्णः अस्ति चेत् तर्हि मिलित्वा तयोः टि संज्ञा भवति यथा राम इति शब्दः अत्र मकार उत्तर अकारस्य टि संज्ञा तथैव हरिशब्दे इकारस्य टीसंज्ञा मनस् इत्यस्मिन् अस् इत्यस्य टीसंज्ञा यथा थ इति प्रत्ययः अत्र टी भागः अ अस्ति तस्य स्थाने एकारः थे इति भवति अङ्गम् अदन्तं स्यात् अनन्तरं वा स्यात् उभयत्र इदं कार्यं विधीयते अग्रे गच्छति भगिनी अग्रे गच्छामि भगिनि ओके अदन्तात् अङ्गात् परस्य आकारस्य स्थाने ईत्वं स्यात् नाम यदि अङ्गम् अदन्तम् अस्ति तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति तस्य स्थाने इकारः भवति आताम् आथाम् अनयोः स्थितस्य आकारस्य स्थाने ई अङ्गम् अनदन्तं चेत् आकारस्य स्थाने ई आदेशः न भवति एव अङ्गम् अनदन्तं चेत् आकारस्य स्थाने ई आदेशः न भवति एव किन्तु अङ्गम् अदन्तम् अस्ति चेत् तर्हि टित्सु ङित्सु उभयत्र ई आदेशः भवति वस्तुतः ई आदेशः भवति तदा यकारस्य लोपः वल् प्रत्याहारे परे मध्यमपुरुषस्य तासः स्थाने से आदेशः अयम् आदेशः टित्सु लकारेषु भवति लट् लकारनियमाः वर्णयति टिता आत्मनेपदानां टेरे इत्यनेन टी संज्ञकभागस्य विवरणम् उच्यते तस्य अनन्तरं आतोङ्गितः इत्यनेन इ आदेशः अदन्त अङ्गम् अस्ति चेत् इ आदेशः भवति अनदन्तम् अङ्गं चेत् इ आदेशः न भवति मध्यमपुरुषस्य स्थाने वयं चर्चितवन्तः तासः स्थाने से आदेशः भवति इति उक्तं भगिनि समीचीनम् इत्युक्ते तत्र आहत्य कति सूत्राणि प्रसक्तानि अत्र त्रीणि सूत्राणि भगिनि कानि तानि टिता आत्मनेपदानां टेरे उल्लेखः अचोन्त्यातिथि एण्ड् आतोङ्गितः इत्यनेन आकारस्य स्थाने यै आदेशः भवति अनन्तरं यकारलोपः भवति लोपो व्योर्बली इत्यनेन सो फोर् मध्यमपुरुषस्य स्थाने तास् स्थाने तासस्से इत्यनेन से आदेशः भवति टितात्मनेपदानां टेरे अचोन्त्यातिथि आतोङितः लोपो व्योर्बली तासस्से पञ्च पञ्चसूत्र अचान्त्यादिति इति त्यजतु इति तत्र संज्ञासूत्रमस्ति दितात्मने पदानां टेरे झोन्तः झोन्तः इत्यपि अस्ति खलु आत्मने पदानां टेरे झोन्तः तासहसे आतोनितः अनन्तरं लोपोव्योर्वलि लोपोव्योर्वलि इत्येतेषां प्रसक्तिः अस्ति. समीचीनं. तर्हि एतावता कोऽपि प्रश्नः अस्ति वा? अग्रे गच्छेम वा? नियमान् अनुसृत्य कार्यम् इति तदपि एकवारं दृष्ट्वा झटिति दृष्ट्वा गच्छामः. अस्तु, सूर्यकुमारी भगिनी अग्रे पठने. भगिनि, नियमान् अनुसृत्य क्षम्यताम्. नियमानुसृत्य कार्यम् एवं. त आ इति टि भागः, तस्य स्थाने एकारः ते, एकारस्य स्थाने आम् आदेशः, एकारस्य स्थाने आम् आदेशः. न न न, कुत्र लोट् लकारे नास्ति, लट् लकारस्य विषयः. नियमान् अनुसृत्य कार्यमेव पूर्व उपरि. ओ, क्षम्यताम्. परस्मैपदि लटि भगिनि? न न, आत्मनेपदि लटि इदानीं यत् यत्र तत्र उषाभगिनी पठितवती ततः अग्रे. आम् आम्, ओके. नियमान् अनुसृत्य कार्यम् एवं. ता आ इति टि भागः, तस्य स्थाने एकारः, ते इति लट् प्रत्ययस्य प्रत्ययः निष्पन्नः. आताम् आमिति टि भागः, तस्य स्थाने एकारः, आते अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम् आस्थाने इ, तदा या लोपः, तदा या लोपः. छ स्थाने अन्त आदेशः. इति लट् लट् प्रत्ययः निष्पन्नः इति एकवारं यदस्ति तत् पठतु. इति इते इति लट् प्रत्ययः निष्पन्नः इति नास्ति वा? तत् पठितं वा? पठितं पठितम्. अस्तु, गच्छतु अग्रे, गच्छतु. क्षम्यतां, तत्र इते इति लट् प्रत्ययः निष्पन्नः इति मया न श्रुतम्. अस्तु, जा स्थाने अन्त, अन्त प्लस् अन्तयोगः आ इति टि भागः, तस्य स्थाने एकारः, अन्ते इति लट् प्रत्यये निष्पन्नः. थास् तित्स् से आदेशः, से इति लट् प्रत्ययः निष्पन्नः. आथाम् आम् इति टि भागः, तस्य स्थाने एकारः, आते अदन्तमङ्गात् परस्य आकारस्य स्थाने इत्वम् आस्थाने इ, इते इति लट् प्रत्ययः निष्पन्नः. इय आदेशः, तदा या लोपः. मध्यमपुरुष बहुवचनं द्वम्. अम् इति टि भागः, तस्य स्थाने एकारः, द्वे इति लट् प्रत्ययः निष्पन्नः. उत्तमपुरुष एकवचनं इड्, डकार इत्यस्य इत्संज्ञा लोपः. च इ इति टि भागः, तस्य स्थाने एकारः, ए इति लट् प्रत्ययः निष्पन्नः. द्विवचनं वहि, इ इति टि भागः, तस्य स्थाने एकारः, वहे इति लट् प्रत्यये निष्पन्नः. महिङ् ण्यकारः इत्यस्य इत्संज्ञा लोपः. च इ इति टि भागः, तस्य स्थाने एकारः, महे इति लट् प्रत्यये निष्पन्नः. लटि सिट् प्रत्ययाः ते, वदतु ते, अन्ते, से, इथे, द्वे, ये, वहे, महे. प्रथमपुरुषे एकवचनं ता टि भागः आ अस्ति चेत् ते भवति. द्विवचनं आतां स्थाने आं स्थाने ये भवति, आते आस्थाने इय भवति, यकारलोपः भवति, वलि प्रत्यय अस्ति चेत् यकारलोपः इते भवति. अन्ते जोन्तः सूत्रेण अन्त भवति ई स्थाने टि भागः ई नास्ति खलु टि भागः टि भागः कः टि भागः अन्त् अन्ति न झि नास्ति प्रत्ययः झ इति खलु इति नास्ति तत्र अ इति टि भागः खलु झोन्तः इति कृत्वा क्षम्यताम् अन्त इति भवति अन्त अन्त भवति आस्थाने ये भवति क्षम्यताम् थास् थास्थाने से भवति थासः से इति सूत्रेण इति आथाम् आम् टि भागः ये भवति थे भवति आस्थाने इय भवति यकारलोपः इते भवति त्वम् अम् टि भागः अम् स्थाने ये भवति द्वे भवति इद् डकारलोपः ई स्थाने ये भवति उत्तमपुरुष एकवचनम् वहि टि भागः इ ई स्थाने ये भवति वहे महिङ् ण्यकारलोपः ई स्थाने ये भवति महे भवति बहु समीचीनं बहु सम्यक् सम्यक् तर्हि सर्वाणि सूत्राणि अपि पठितानि इदानीं तत्र प्रक्रिया अपि कथमस्ति इति दृष्टा तर्हि अग्रे गच्छेम वा इदानीं लोट् लकारं प्रति भगिनि कश्चन प्रश्नः भगिनि भगिनि आतोमितः इत्यस्मिन् सूत्रे अदन्त अङ्गात् परस्य सार्वधातुक नित् प्रत्ययः इति उक्तं खलु तत्र सार्वधातुक नित् प्रत्ययः इत्यनेन सार्वधातुक अपित् प्रत्ययः इति एव ग्रहणं खलु अस्य पुनः साक्षात् नित् साक्षात् नित् प्रत्ययः अस्ति चेदपि ग्रहणं साक्षात् अपित् प्रत्ययः अस्ति चेदपि ग्रहणं सत्यं पुनः अत्र एतत्तु आत्मनेपदीप्रत्ययस्य एव भवति खलु आत्तोङितः इति अत्र प्रत्ययः सर्वे अपित्तः एव तथापि पुनः ङितः इति पृथक्तया उक्तं खलु किमर्थं हा किमर्थं किमर्थम् इत्युक्ते तादृशं कुत्रचित् अस्ति वा समीचीनं सम्यक् अस्ति प्रश्नः बहु समीचीनं वदन्तु कोऽपि वदन्तु अनुदात्तङ्गित आत्मनेपद तत्र अनुदात्तङ्गित इति कृत्वा आत्मनेपदं ङित्वत् भवति अनुदात्तनित आत्मनेपदम् इति सूत्रं किं वदति आत्मनेपदं ङित् अस्ति ङित् आत्मनेपदं किं भवेत् ङित् तस्य ङित् इति आत्मनेपदस्य विशेषणं भवति न तत्र नित् किं भवेत् तत्र किं नित् अस्ति चेत् तत्र आत्मनेपदप्रत्ययः विधीयते धातुः धातौ नकारस्य यत्संज्ञा अस्ति चेत् तदानीम् आत्मनेपदसंज्ञकप्रत्ययस्य विधानं भवति अत्र तादृशम् अस्ति वा नित्तः इति प्रत्ययस्य विषये उक्तं न तु धातोः विषये अङ्गात् नितः इत्युक्ते नितः इति कस्य विशेषणम् प्रत्ययस्य विशेषणं कीदृशप्रत्ययः सार्वधातुकः पुनः कीदृशः नितः विशेषणद्वयं तत्र प्रत्ययः नित् नास्ति प्रत्ययः नित् नास्ति नित्य नित् अस्ति चेत् एतादृशकार्यं भवति इति वदति भगिन्याः प्रश्नः कः इति चेत् किमर्थं नित् इति वक्तव्यं यतोहि अत्र आताम् अपि च आथाम् उभयत्र प्रत्ययः नित् एव अस्ति खलु अपित् अस्ति इति कृत्वा नित्वत् अस्ति अतः किमर्थं वक्तव्यं न वदामः चेत् कः क्लेशः आतो इति तावदेव वदामः चेत् कः क्लेशः सूत्रे इति प्रश्नः अस्ति समीचीनः अस्ति प्रश्नः वदन्तु कोऽपि नो चेत् चिन्तयन्तु अग्रे गच्छेम चिन्तयित्वा वदन्तु भवतां गृहपाठः अस्तु भगिनी, अन्यः प्रश्नः, लोपो व्योर्वलि इति सूत्रं तत् कुत्र कार्यं करोति? तस्य किमपि न वदति खलु अस्मिन् अस्मिन् सूत्रे, केवलं व्योः लोपः इति एव उक्तं, कुत्र इति पदान्ते वा न चेत् यत्र कुत्रापि भवितुमर्हतायां यत्र कुत्रापि भवितुमर्हति यत्र कुत्रापि भवितुमर्हति वा पदे भवितुमर्हति अपदे भवितुमर्हति यत्र एतादृशसन्दर्भः वकार यकारयोः अनन्तरं वल् प्रत्याहारस्य वर्णः अस्ति चेत् लोपः भवति यत्र सूत्रेषु स्पष्टतया न उक्तं पदं वा अपदं वा इति किमपि न उक्तं चेत् यथा उक्तं तथैव यत्र कुत्रापि भवितुमर्हति इत्युक्ते सन्धिकार्यम् इति वक्तुं शक्नोति खलु सन्धिकार्यम् इति नास्ति वर्णनिमित्तिककार्यम् अस्तु अस्तु भगिनि धन्यवादः अस्तु तर्हि इदानीं अग्रे गच्छेम तर्हि अत्र कः लक्ष्मी भगिनी भवती एव पठतु आं भगिनि पठामि आत्मने पदे तत्र एकक्षणं क्षम्यताम् इदानीं तत्र कथं कथं भवितुम् अर्हति इति एकवारं चिन्तयामः अनन्तरं पठामः तेन तत्र सारल्यं भवति तर्हि मूलप्रत्ययस्य त इति प्रत्ययः अस्ति चेत् तत्र लोट् लकारे सिद्धरूपं किम् अस्ति लोट् लकारे ताम् इति भवति ताम् इति प्रत्ययः अस्ति तत्र कथं ताम् इति प्राप्तुं शक्नुमः इदानीं ता इति अस्ति तत्र आम् इति योजनेन और् अम् इति योजनेन त योगः अम् ताम् इति भवति योगः अम् किमर्थम् अथवा तकार त इत्यस्य स्थाने अकारस्य आम् इति भवतु इति किमपि भवति वा टि सम्यकस्य टेरे आगच्छति खलु सर्वत्र आगच्छति सर्वत्र कीर्तनकारेषु सर्वत्र आगच्छति वन्दतां वन्देतां वन्दन्तां तत् भूत्वा एव पुनः एकारस्य स्थाने इति एव मूलप्रत्ययः तर्हि तर्हि वन्दताम् इति भवति त इत्यस्य टि सम्यकस्य अम् इति आदेशः भवति आदेश टि संज्ञकस्य इति उक्तं वा टि संज्ञकस्य आम् इति आदेशः भवति इति एवं वदति चेत् टि संज्ञकस्य आम् इति आदेशः इति वदति चेत् तत्र सर्वत्र अन्यत्र अतिव्याप्तिः अस्ति वा वन्दतां वन्देतां वन्देते वन्दते त आताम् आताम् न आताम् इत्यत्र तु टि संज्ञकस्य तत्रापि त इति भागः अस्ति खलु त इति भागः अस्ति खलु भगिनि अत्र तित् अस्ति न लोट् तित् अस्ति चेत् आत्मनेपदानां तित आत्मनेपदेन पदानां टेर इति तस्य कार्यं भवति एव इति अस्ति तस्य कार्यं भवति एव इत्युक्ते तस्य अपवादरूपेण विजयलक्ष्मीपत्नी किमपि वक्तुम् इच्छति परन्तु तत्र चिन्तयतु तत्र अन्यत्र तस्य अतिव्याप्तिः अस्ति वा इति वदतु तत्र सूत्रं किम् अन्यत्र अतिव्याप्तिः अस्ति वा इति उभयमपि वदतु इदानीं लक्ष्मीभगिनी वदतु तत्र किं भवती उक्तवती तत्र टितात्मन्यपदानां टेरे तेन ते इति भवति अनन्तरम् एकारस्य स्थाने आम् इति आदेशः आम् इति भवति इति उक्तवती इति तत्र सूत्रद्वयम् अस्ति एकमस्ति टितात्मन्यपदानां टेरे अनन्तरं द्वितीयं किम् आमेतः इति सूत्रम् इति नूतनसूत्रमस्ति आम् आम् एतः इति अस्ति एतः आम् एतः आम् एकारस्य स्थाने आम् इति आदेशः इति सूत्रं तत्र कृतमस्ति आमेतः तर्हि एतः आम् इति उक्तं तावदेव उक्तं तत्र एतः आम् इति तर्हि इदानीम् अग्रे अग्रे पुनः आताम् आताम् इत्यस्य स्थाने इताम् इति भवति इताम् इति वन्देताम् इत्यत्र इताम् इति श्रूयते तत्रापि पुनः एकारः तत्रापि भवति टित्तात्मनेपदानां टेरे इत्यनेन एकारः भवति एकारस्य स्थाने कस्य स्थाने एकारः आताम् इत्यत्र आताम् इत्यत्र एकारः भवति कस्य स्थाने आम् इत्यस्य ते आम् इत्यस्य टि भागस्य टि भागस्य स्थाने तत्र पुनः किं भवति आते इति आताम् इत्यस्य स्थाने आते इति भवति आम् इत्यत्र एकारः भवति चेत् आते इति भवति कथं चिन्तनीयम् इत्युक्ते भगिनि कथं चिन्तनीयम् इत्युक्ते तत्र आत् योगः आम् इति पृथक् करोतु आत् इति एकः भागः आम् इति टि भागः आम् इत्यस्य सम्पूर्णस्य स्थाने एकारं स्थापयतु आत् योगः ए आत् योगः ए आते खलु सत्यम् इदानीं लोट्लकारे आते इत्यस्य स्थाने इताम् इति कथं भवति इति चिन्तनीयम् आते इत्यत्र आम् इति पुनः दृश्यते आम् इति भागः दृश्यते पुनः इकारः पुनः प्रायः आतोङ्गितः इत्यनेनैव इकारः भवति वा पुनः वदतु आतोङितः अत्रापि कार्यं करोति वा इति आतोनितः इति वा आतोनितः इत्यनेन भवति भवति खलु भवति तत पुनः यकारस्य लोपः भूत्वा इताम् इति भवति तत्र इतां कुत्र इते इति इते इति उक्तं खलु इति अस्ति पुनः ताम् एकारस्य स्थाने आम् आदेशः आमेतः इत्यनेन तदा आते इत्यत्र आताम् इति भवति पुनः तत्र आकारस्य स्थाने इय आदेशः पुनः यकारलोपः लोपो व्यर्वलि इत्यनेन ततः इताम् इति रूपं भवति खलु समीचीनम् इत्युक्ते तत्र आताम् इति मूलरूपं तत्र आम् इति टी भागः तस्य स्थाने एकारः आते आतोनितः इति सूत्रेण आस्थानि इय इति आदेशः इययोगः ते अधुना यकारस्य लोपः अनन्तरं इते इति अस्ति तदनन्तरम् आमेतः इत्यनेन एकारस्य स्थाने आमादेशः इताम् अग्रे अस्तु पुनः झा इति मूलप्रत्ययः तत्र आत्मने तितात्मनेपदानां टेरे इत्यनेन अन्ते इति रूपं भवति तत्रापि अकारस्य स्थाने एकारः टि भागः अकारः एकारः भूत्वा अन्ते इति भवति इदानीं लोटि अन्ते इत्यत्र एकारस्य स्थाने आम् आदेशः भूत्वा तत्र अन्तां वन्दन्ताम् इति तत्र अन्तां तद् तावदेव अस्ति इदानीं मध्यमपुरुष एकवचने थास् इति मूलप्रत्ययः लटि तत्र से धासः से भवति अत्र लोटि से इत्यस्य स्व इति वन्दस्व इति रूपं भवति चेत् तत्र एकारस्य स्थाने वकारः आदेशः भवेत् तत्र आमादेशः न भवितुम् अर्हति आमादेशः भवति चेत् इष्टरूपं न प्राप्यते इति कृत्वा आमेतः इति सूत्रं प्रबाद्य भिन्ननूतनसूत्रमस्ति सवाभ्यां वामौ इति सूत्रेण सवाभ्यां वामौ इति सूत्रेण लोट् लकारे सकारवकाराभ्यां सकारस्य अनन्तरं तत्र एकारः अस्ति चेत् एकारस्य स्थाने वकारादेशः अनन्तरं किं वकारस्य अनन्तरम् एकारः अस्ति चेत् अम् आदेशः सवाभ्यां सवाभ्याम् इत्यनेन सकार उत्तरवर्ति एकारस्य वकारादेशः वकार उत्तरवर्ति एकारस्य अम् आदेशः इति कार्यद्वयम् अस्ति अस्मिन् सूत्रे. अस्तु अग्रे पुनः मध्यमपुरुषः एकवचने स आथाम् इति अस्ति. आथाम् इत्यत्र लटि इथे इथे इति रूपं भवति. इथे इति रूपात् इदानीं लोटि इथाम् इति भवेत्. तत्रापि एकारस्य स्थाने आत्वं भवति चेत् इथाम् इति रूपं भवति. आमेतः इति केवलम् एकमेव सूत्रं. न पुनः क्रमेण वदतु. आताम् इति रूपम् अस्ति, तत्र कथं भवति इति क्रमेण वदतु. आथाम् इति रूपं, तत्र आम् इति टी भागः. आथाम् इत्यस्य टी भागस्य एकारः भवति चेत् टितात्मनेपदानां टेरि इत्यनेन आधे इति भवति. आधे इत्यत्र आतोङितः इत्यनेन आकारस्य इ आदेशः. अतः इयथे इति भवति. तत्र पुनः यकारस्य लोपः लोपो व्योर्वलि इत्यनेन पुनः इथे इति रूपं लटि प्राप्यते. इदानीम् इथे इत्यस्य स्थाने इथाम् इति भवति. तत्र एकारस्य इथे इत्यस्य एकारस्य स्थाने पुनः आम् आदेशः भवति चेत् आमेतः इत्यनेन तत्र इथाम् इति रूपं प्राप्यते. समीचीनं. इत्युक्ते तत्र लट्लकारे यद्रूपं प्राप्तं टीसंज्ञकभागस्य स्थाने एकारादेशः, अनन्तरम् आतोनितः इत्यनेन आकारस्य स्थाने इय, लोपो व्योर्वलि इत्यनेन यकारस्य लोपः, इत्थे इति रूपं यदा प्राप्तम् इदानीम् एकारस्य स्थाने आमादेशः. तावदेव तावानेव भेदः. अस्तु अग्रे अग्रे मूलप्रत्ययः तु ध्वम् इति अस्ति. ध्वम् इति अस्ति. ध्वम् इत्यत्रापि लटि अम् टि भागः अस्ति. टि भागस्य एकारः भूत्वा द्वे इति भवति. इदानीं द्वे इति स्थानः, तस्य स्थाने ध्वम् इति पुनः मूलप्रत्यये एव तद् समानरूपमेव भवति. ध्वम् इति रूपं भवति, तथापि तत्र द्वे इत्यस्मात् ध्वम् इति भवति इति कृत्वा पुनः एकारस्य एव. किन्तु आम् आदेशः नास्ति, किन्तु अम् आदेशः भवति. समीचीनम्. आमेतः इत्यनेन आम् आदेशः भवितुम् अर्हति, परन्तु तत् प्रबाद्य सवाभ्यां वामौ इति सूत्रेण वकार उत्तरवर्ति एकारस्य स्थाने अम् इति आदेशः भवति, अतः द्वम् इति रूपम्. भगिनी क्षम्यतां, तत्र रूपं तु समानमस्ति न, किमर्थं सूत्राणि कृतं तत्र? यतोहि आमेतः इति सूत्रमस्ति, तत्र आमेतः इति सूत्रमस्ति, तद् आगच्छति. यदि तत्र सवाभ्यां वामौ इत्यत्र वकार उत्तरवर्ति एकारस्य अम् आदेशः इति न उक्तं चेत् तदानीं तत्र किं भवति, द्वाम् इति रूपं सिद्ध्यति खलु. हा समीचीनं. हा तत् आमेतः इति सूत्रेण द्वाम् इति भवति. हा समीचीनं. परन्तु तत्र प्रक्रिया किमर्थम् आवश्यकम् इति मम प्रश्नः. यतोहि तत्र रूपस्य भेद परिवर्तनं द्वामेव अस्ति, साक्षात् समानरूपम् अस्ति. परन्तु आमेतः इति सूत्रं तु आगच्छति खलु, तद् न जानाति, तत्तु न जानाति, अत्र प्रक्रिया नास्ति, अतः अहं न आगच्छामि इति न जानाति खलु. सूत्रं कृतं पाणिना, सूत्रं कृतं, तर्हि तत्र सूत्रं तु आगच्छति एव. इत्युक्ते पर्जन्यवत् इति वदामः खलु, पर्जन्यवत् इत्युक्ते यदि यदा वृष्टिः भवति, वृष्टिः भवति तदानीं सर्वत्र पतति. इत्युक्ते तत्र नद्यामपि पतति खलु, नदी वक्तुं शक्यते. मम पार्श्वे जलम् अस्ति, किमर्थं वृष्टिः अत्र पतति इति वक्तुं शक्यते, परन्तु तथापि तथा नास्ति खलु. सर्वत्र पतति, समुद्रे अपि पतति, नद्यां पतति, अन्यत्रापि पतति इति कृत्वा एवमेव सूत्राणि पर्जन्यवत् भवन्ति. इत्युक्ते सर्वत्र तेषां प्रसक्तिः, यत्र यत्र सूत्रस्य निमित्तानि पूरितानि तत्र सर्वत्र प्रसक्तिः. अतः अत्र आमेतः इति सूत्रस्य कार्यम् अन्यत्र आवश्यकम् अस्ति, अत्रापि तत्र तस्य प्रसक्तिः अस्ति, परन्तु प्राप्तिः न इष्टा अत्र इति कृत्वा तत्र भिन्नसूत्रं कृतम्. अस्तु. आमेतः इति आत्मनेपदी अनुवृत्तिः अस्ति वा भगिनी तत्र आमेतः इत्यस्मिन्? न, तत्र लोटः इति उक्तं तावदेव. लोटः लस्य एतः आम् अत्र परस्मैपदीनां विषये तत्र प्रसक्तिः भवति वा कुत्रचित्? तदेव ए स्थाने आम् इति न, तत्र कुत्र भवति कुत्रापि न भवति इति मम चिन्ता. तत्र कुत्रापि न भवति इति मम चिन्तनम्. लोट्लकारे कुत्रचित्, लोट्लकारे सिद्धप्रत्ययः के? लोट्लकारे तु ताम् अन्तु तात् शून्यः, नो चेत् तम् अपि च त आनि आव आमा. कुत्रचित् एकारः अस्ति वा? एकारः नास्ति भगिनी, अतः नास्ति. अस्तु अस्तु भगिनि, समापयतु लक्ष्मी भगिनी. आं भगिनि, अत्र पुनः मध्यमपुरुष, क्षम्यता, उत्तमपुरुष एकवचने इड् इति मूलप्रत्ययः अस्ति, तिङ्प्रत्ययः अस्ति, तत्र इद् डकारस्य इत् संज्ञा भूत्वा लोपः, इ इति अवशिष्यते. इ इत्यस्य एकारः टितात्मनेपदानां टेरे इत्यनेन ए इति एव अवशिष्यते. तत्र लट्टि तादृशरूपमस्ति ए इति. इदानीं लोट्लकारे ए इत्यस्य स्थाने ऐ इति रूपं भवति, वन्दै इति ऐकारः, ऐकारः भवति, ऐ इति भवति. तदर्थम् एकारस्य स्थाने ऐकारः भवति चेत् तत्र किं भवेत्? ऐ भवति, तावदेव तावदेव. अस्तु, ऐ इति भवति. इदानीं तत्र तत्र सिद्धप्रत्ययः कः इति उक्तम्? सिद्धतिङ्प्रत्ययः ऐ इति अस्ति. लट् लकारे ए इति आसीत्, ए इत्यस्य स्थाने ऐ इति कथं भवति इति प्रश्नः. ऐ इति एव आदेशः भवति वा? ऐ इति आदेशः समीचीनम्. एत ऐ इति सूत्रेण तत्र ए स्थाने ऐ आदेशः भवति, ऐ आदेशः भवति. इदानीं वहि इति मूलतिङ्प्रत्ययः अस्ति. वहि इत्यस्य लट् लकारे इकारस्य स्थाने एकारः, पुनः रूपं वहे इति सिद्धतिङ्प्रत्ययः भवति आत्मनेपदी लटि. वहे इत्यत्र अत्र क्षम्यताम्, अत्र उत्तमपुरुषस्य अन्यत् अपि कार्यमस्ति खलु, तद् न उक्तं खलु? किमस्ति? यथा तत्र परस्मैपदी प्रत्ययानां तत्र एकं सूत्रं दृष्टं खलु, आनि आव आम इत्यत्र. हा, तत्तु लोट्लकारे एव भवति खलु, आडुत्तमस्य इच्छा इति. अत्रापि लोट्लकारः एव खलु? ओ समीचीनं, सत्यं. तर्हि अत्रापि आडागमः भवति खलु? आडागमः भवति, हा आडागमः भवति, पुनः आडुतमस्य पिच्च इति पित्वमपि अध्यारोप्यते. सत्यम्, अतः आयोग ऐ इति भवति वा? अस्तु, ओ आयोग, ओके, आयोग ऐ इति भवति रूपं. तत्र तत्रापि ऐ इति एव किं भवति? आयोगः ऐ इति भवति चेत् किं भवति तत्र? आयोग तत्र आट्च इति तत्तु न भवति, तत्र केवलं गुणसन्धि भूत्वा ऐ इति एव. गुणः नास्ति, वृद्धिः. क्षम्यता, वृद्धिः भूत्वा ऐ इति एव भवति. सत्यम्, आयोग आडुतमस्य पिच्च इति अपि भवति, आयोग ऐ पुनः वृत्तिसन्धि भूत्वा ऐ इति एव दृश्यते, ऐ इति एव भवति सिद्धतिङ्प्रत्ययः. अग्रे अग्रे पुनः वहि इति सिद्धतिङ्प्रत्ययः, इकारस्य स्थाने एकारः, तत्र लटीरूपं वहे इति सिद्धतिङ्प्रत्ययः सिद्ध्यते. वहे इत्यस्य स्थाने इदानीं लोट्लकारे वहे नास्ति, सिद्धप्रत्ययः वहे नास्ति, लट्टि तस्य स्थाने इदानीम् आवहै इति भवति. आवहै इति कथं भवति इति चेत् पुनः तत्र आत्वं तु आडुतमस्य पिच्च इत्यनेन लोट्लकारे टित् अस्ति इति कृत्वा आत्वम् आकारः आगच्छति. पुनः एकारस्य स्थाने ऐकारः ऐकार आदेशः एव भवति. एकारस्य स्थाने ऐकार आदेशः भूत्वा वहै भवति. पुनः आकारस्य योजनेन आ योगवहै आवहै इति भवति. वहि इत्यत्र टीभागस्य एत्वं वहे एत ऐ इत्यनेन ऐकारादेशः एकारस्य वहै. इदानीम् आडुत्तमस्य पिच्च इति सूत्रेण आडागमः आडागमः टित् अस्ति इति कृत्वा प्रत्ययस्य आदौ आयाति आवहै. अनन्तरं महिङ् इति मूलतिङ् प्रत्ययः. महिङ् इत्यस्य ङकारः इत्संज्ञा भूत्वा लोपः अपि भवति. महि इति रूपं भवति. तत्र अपि टितात्मनेपदानां टेरे इत्यनेन टी भागः इकारः इकारस्य स्थाने एकारः महे इति रूपं लटि भवति. इदानीं महे इत्यस्य आवहै इति रूपं भवति. तत्रापि एकारस्य स्थाने ऐ आदेशः भूत्वा महै इति भवति. पुनः आडुतमस्य पिच्छा इत्यनेन आकारः युज्यते. तदर्थम् आवहै आमहै इति रूपं सिद्ध्यते. समीचीनं, बहु समीचीनं. तर्हि आमेतः इति एकं सूत्रं, सवाभ्यां वामौ इति अन्यत् सूत्रं, तदनन्तरम् आडुत्तमस्य पिच्च इति पूर्वमपि पठितम्, एत ऐ इति तृतीयं सूत्रम्. एतानि नूतनसूत्राणि. इदानीं सूत्राणि एकवारं पठामः. तत्र आमेतः इति सूत्रं तत्र विनय महोदय पठति वा? आं भगिनि. लोट्लकारस्य एकारस्य स्थाने आम् आदेशः भवति. आम् प्रथमान्तम्, एतः षष्ट्यन्तं, द्विपदम् इदं सूत्रम्. लोटो लङ्वत् लोटो लङ्वत् अतः अतिदेशूत्र. इतस्मात् लोटः इत्यस्य अनुवृत्तिः लस्य अधिकार अनुवृत्तिसहितसूत्रं लोटः लस्य एतः आम. अतः लस्य अथ यत्र ए आयाति तत्र ए स्थाने आम् आयाति. एतः अर्थः ए षष्ठ्यन्तम् षष्ठ्यन्तम् एतसम्बन्धः है. अहम् एवं करो पश्यामि अत्र. यदि एतः अस्ति षष्ठ्यन्तं तर्हि प्रातिपदिकं कः? एत अथि यदि तपरकारण एत भवति भगिनि यद् एत एत् इति उक्तं तपरकरणं कृतम् एत् इति उक्तं उक्तं हा एत् इति उक्तं तर्हि ए स्थाने आम् भवति. आमेतः सूत्राधारेण लोट्लकारसम्बन्धि भवति, परन्तु लोटो लङ्वत् अत्र महत्त्वं कः? लोटो लङ्वत् केवलम् अतिदेशसूत्रं कारणेन लोट् लङ्वत् भवति, कोऽपि अन्यकारणं नास्ति. परन्तु अत्र अनुवृत्तिसहितसूत्रम् अहं कुत्र पश्यामि लोटो लङ्वत्स महत्त्वं? मम प्रश्नः अस्ति भगिनि. लोटो लङ्वत् इत्यस्य महत्त्वं किम् अस्ति अत्र इति वा? अत्र अनुवृत्त्यर्थं लोटः इति स्वीकृतमस्ति. लोटो लङ्वत् इति सूत्रे तत्र केवलं परस्मैपदीनाम् इति न उक्तम्. अत्रापि लोट् लकारः लङ्वत् एव भवति, लङ्वत् एव भवति अत्रापि. परन्तु तत्र इदानीं लङ् लकारस्य विषये किञ्चित् चिन्तनं कृत्वा तदनन्तरं पश्यामः. लङ् लकारे यानि सूत्राणि प्रसक्तानि अत्र आत्मनेपदीप्रत्ययानां कृते, तानि लोट् लकारे अपि कार्यं कुर्वन्ति चेत् तत्र क्लेशः भवति वा इति एकवारं पश्यामः लङ् लकारं दृष्ट्वा. परन्तु प्रश्नः समीचीनः, समीचीनः प्रश्नः. अत्रापि लोट् लकारः लङ्वत् एव अस्ति. तर्हि लङ् प्रसङ्गे यानि सूत्राणि प्रसक्तानि तानि अत्रापि प्रसक्तानि वा नास्ति वा नूतनसूत्राणि सन्ति वा इति अग्रे पश्यामः. अस्तु, इदानीम् आम् एतः इति सूत्रेण लोट् लकारे लस्य एतः आम् एतः आम् एकारस्य स्थाने आम् आदेशः भवति इति उक्तम्. अस्तु, तर्हि इदानीम् अग्रिमसूत्रं विजयलक्ष्मीभगिनी. सवाभ्यां वामौ तृतीय अध्यायस्य चतुर्थपादे एकनवतितमं सूत्रं लोट् लकारस्य सकारात् वकारात् च एकारस्य स्थाने क्रमेण व अम् इत्यनयोः आदेशो भवति. आमेतः इत्यस्य अपवादः सश्च वश्च तयोर् इतरेतरद्वन्द्वः सवौ ताभ्यां सवाभ्यां वश्च अं च तयोर् इतरेतरद्वन्द्वः वामौ सवाभ्यां पञ्चम्यन्तं वामौ प्रथमान्तं द्विपदम् इदं सूत्रम् लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः आमेतः इत्यस्मात् एतः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् लोटः लस्य सवाभ्याम् एतः वामौ. अत्र सकारवकारयोः क्रमेण व अम् इति आदेशो भवति. सकारस्य स्थाने व, वकारस्य स्थाने अम् इति. न न, कस्य स्थाने आदेशः? सकारात् वकारात् परे प्रत्ययस्य भवति एकारस्य स्थाने, सारि, सकारात् वकारात् परे एकारस्य स्थाने क्रमेण, यदि सकारात् परे एकारः भवति चेत् एकारस्य वकारः इति आदेशो भवति, वकारात् अनन्तरं यदि एकारः भवति चेत् एकारस्य अम् इति आदेशो भवति. एतद् आमेतः इत्यस्य अपवादः, तत्र एकारस्य स्थाने आम् इति आसीत्, अत्र एकारस्य स्थाने अम् इति आदेशः भवति. सश्च वश्च तयोर् इतरेतरद्वन्द्वः सवौ ताभ्यां सवाभ्याम् समीचीनं. तत्र क्रमेण आदेशः भवति इति उक्तं, कथं जानीमः क्रमेण इति? तत्र क्रमेण इति कथं जानीमः? वृत्ति दृष्ट्वा एव, एकारस्य स्थाने क्रमेण न, वृत्ति अदृष्ट्वा, वृत्तिम् अदृष्ट्वा अपि वयं ज्ञातुं शक्नुमः. अनुदेशसमानाम् इति वा? समीचीनं, यथा सङ्ख्यम् अनुदेशसमानाम् इत्यनेन ज्ञातुं शक्नुमः, यतोहि वामौ इति द्विवचने अस्ति खलु, तत्र प्रथमाविभक्तौ द्विवचने अस्ति, वामौ इति आदेशद्वयम् अस्ति इति वयं ज्ञातुं शक्नुमः. तर्हि कार्यद्वयम् अस्ति, सकार उत्तरवर्ति एकारस्य स्थाने तत्र वकारादेशः, एवमेव वकार उत्तरवर्ति एकारस्य स्थाने अम् इति आदेशः इति. तत्र लोट् लकारस्य कृते इदं सूत्रमस्ति, लोटः लस्य सवाभ्याम् एतः वामौ. अस्य सूत्रस्य प्रसक्तिः परस्मैपदी भवति वा? लोटः लस्य वामौ एतादृशं प्रत्ययः नास्ति तत्र इति तादृशं नास्ति, तादृशप्रत्ययः नास्ति. सकार उत्तरवर्ति एकारः इति तादृशप्रत्ययः नास्ति. बकार उत्तरवर्ति एकारः इति तादृशप्रत्ययः नास्ति. आनि आव आम बकारः अस्ति, परन्तु बकार उत्तरवर्ति एकारः नास्ति इति कृत्वा तत्र प्रसक्तिः नास्ति. सि इति प्रत्ययस्य इति प्रत्ययः तत्र लोपः एव भवति तत्र लोट्लकारे. तस्य सि प्रत्ययस्य स्थाने सहर्यपिच्छ इति सूत्रेण हि इति आदेशः, अनन्तरम् अदन्तम् अङ्गमस्ति चेत् अतो हे हे इति सूत्रेण हि इत्यस्य लुक् भवति इति कृत्वा कुत्रापि अवसरः नास्ति अस्य सूत्रस्य. सवाभ्यां वामौ इति नूतनसूत्रम्. इतोपि सूत्रद्वयम् अस्ति अत्र, अग्रिमसप्ताहे पठिष्यामः. एतावता तत्र कोऽपि प्रश्नः अस्ति वा? गतिः सम्यक् अस्ति वा, नो चेत् मन्दमस्ति वा, कीदृशमन्दागतिः अस्ति वा? सर्वं विस्मरामि. समीचीनमस्ति भगिनि, समीचीनं. तर्हि भवत्याः प्रश्नस्य उत्तरम् इदानीं लब्धम् इति मन्ये, परन्तु चिन्तयतु. प्रश्नः एकवारं वदतु भगिनी. लक्ष्मी भगिनी वदतु, प्रश्नः कः? तत् आत्तोमितः इति सूत्रम् अस्ति, तत्र अदन्त अङ्गं समीचीनं, ततः परं सार्वधातुक ङित् प्रत्ययस्य आकारः इति उक्तं. तत्र आत्मनेपदिषु लकारेषु सर्वं तु ङित् सार्वधातुक अपित् प्रत्ययः एव, ङित् प्रत्ययः एव अस्ति. पुनः किमर्थं ङित् इति अत्र उक्तम् इति प्रश्नः आसीत्. अतो ङितः इति किमर्थं ङित् इति उक्तम् इति, ङित् इत्यस्य महत्त्वं किम् इति प्रश्नः. अस्तु, गृहपाठः, सः एव गृहपाठः. सर्वे कृपया चिन्तयन्तु. तत्र चिन्तनेन तत्र ज्ञानं वर्धते. न चिन्तयामः चेत् तत्र ज्ञानं न वर्धते. तर्हि चिन्तयन्तु, कानि सूत्राणि पठितानि, किमर्थं ङित् इति उक्तम्. एतदेव तत्र दलसार्थक्यम् इति वदामः. अत्र सूत्रम् एकं दलम् इव अस्ति, पुष्पम् इव अस्ति. तत्र पेटल्स् आर् देर्, देर् आर् पेटल्स्. सो एकमेकं तत्र चित्वा वयं पश्यामः किम् अस्ति, वाट् इस् देर् इन् ईच् पेटल्, तदेव दलसार्थक्यम् इति वदामः, दलस्य सार्थक्यं. तत्र ङित् इति उक्तं, तर्हि तस्य सार्थक्यता कथं, किमर्थम् उक्तं, समीचीनं वा नास्ति वा इति विचारः भवति शास्त्रेषु. अस्तु अस्तु, तर्हि तत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, नमस्कारः.